नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। प्रवर्तमानविषयः अस्ति स्वादिगणः इति। तत्र स्वादिगणः स्वादिभ्यः श्नु इति सूत्रेण, श्नु इति विकरणप्रत्ययः आगच्छति। श्नूषित् अस्ति परन्तु अपित् अस्ति, अतः अपित्वात् गुणनिषेधः भवति। अनन्तरं वयं गतसप्ताहे दृष्टवन्तः अजन्तदातवः हलन्तदातवः तयोः भेदः कः इति। तत्र हलन्तदातवः स्वादिगणे सामान्यदातवः अस्ति, अजादिगणे तु विशेषः अस्ति। क्षम्यताम्, अजन्तदातवः स्वादिगणे विशेषः अस्ति। तत्र हलन्तदातुषु यदा पित् प्रत्ययः परः अस्ति चेत्, हलादिपित् वा अजादिपित् वा भवतु, तत्र तु कोऽपि भेदः नास्ति अजन्तहलन्तदातोः मध्ये। परन्तु यदा अपित् अस्ति चेत् सर्वसामान्यकार्यं तु गुणनिषेधः, नितीच इति सूत्रेण गुणनिषेधः अपित्वात् भवति एव। परन्तु यदा अजादि अपित् अस्ति चेत् तत्र उवङ् आदेशः इति सामान्यकार्यं, परन्तु विशेषकार्यम् अजादि अपित्सु कूष्णुवोः सार्वधातुके। यदा ची इति धातुः स्वीकुर्मः चेत् तत्र यणादेशः भवति, संयोगपूर्वः उकारः असंयोगपूर्वः उकारः इति अपि दृष्टवन्तः। शक्नु इति यदा स्वीकुर्मः हलन्तधातुः, शक् इति धातुः, श्नु इति अस्माकं विकरणप्रत्ययः, तस्य योजनानन्तरं शक्नु इति अङ्गं भवति। तत्र ककारनकारयोः संयोगः अस्ति, संयोगपूर्व उकारः इति वदामः। चिनु इति स्वीकुर्मः चेत् तत्र इकार नकारः अस्ति, तत्र तु असंयोगः अस्ति, असंयोगपूर्व उकारः। तस्मिन् सन्दर्भे हूष्णुवोः सार्वधातुके इत्यनेन यणादेशः भवति। अनन्तरं यदा द्वितीयभेदः किम् इत्युक्ते, लोटि यदा अङ्गम् अनदन्तं चेत् ही लोपः न भवति इति दृष्टवन्तः, शक्नुहि इति रूपम् आगच्छति। परन्तु यदा उकारान्तम् अङ्गं चेदपि अपि च असंयोगपूर्वः उकारः तर्हि तत्र अङ्गम् अनदन्तं सत्यपि तत्र हीलोपः भवति। उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रेण तत्र हीलोपः भूत्वा चिनु इति अङ्गमागच्छति, लोटि मध्यमपुरुष एकवचने। तृतीयभेदः आसीत् हलादि अपित्सु यदा सामान्यं चेत् किमपि कार्यं न भवति, परन्तु असंयोगपूर्वः उकारः परे हलादि अपित् प्रत्ययः मकारादि वा वकारादि वा प्रत्ययः परः अस्ति चेत् विकल्पेन अङ्गान्तस्य उकारस्य लोपः भवति, अतः रूपद्वयम् आगच्छति तत्र, चिन्वः चिनुवः इति रूपद्वयम् आगच्छति इति दृष्टवन्तः। तत्र अस्माकं प्रश्नः अपि एकः आसीत्, किञ्चित् चर्चितवन्तः अपि, कूष्णुवोः सार्वधातुके इति सूत्रं, तत्र किमर्थम् अनेकाच् इति उक्तमस्ति इति। तत्र सूत्रं वदति अनेकाच् अङ्गस्य हू तथा श्नु एतयोः असंयोगपूर्वस्य ऊ वर्णस्य अजादिसार्वधातुकप्रत्यये परे यणादेशः भवति इति सूत्रं वदति। तत्र अनेकाच् इति यद् पदमस्ति, अनेकाच् इति अपि असंयोगपूर्वस्य इत्यपि इति पदद्वयं पूर्वसूत्रात् एरनेकाचो असंयोगपूर्वस्य इति सूत्रेण तस्य अनुवृत्तिः तत्र आगच्छति। यद्यपि तत्र अनेकाच् धातवः एव स्वादिगणे सन्ति चेदपि अस्मिन् सूत्रे अनेकाचः इति उक्तमस्ति। यदा असंयोगपूर्वस्य उकारः इति एरनेकाचो असंयोगपूर्वस्य इति सूत्रेण आगच्छति, तस्मिन् समये अनेकाच् इति पदमपि तत्र अनुवृत्तिरूपेण आगच्छति। तत्र महोदयः अपि अस्माकं वर्गे उक्तवान्, तत्र बहु किमपि चर्चा आसीत् अनेकाच् इति पदस्य तत्र आवश्यकम् अस्ति वा न वा अस्मिन् सूत्रे इति। परन्तु यदा पाणिनिः सूत्रमेव रचितवान्, अनन्तरमेव वैयाकरणाः तत्र अनुवृत्तिः टीकारूपेण अनुवृत्तिः सर्वं कृतवन्तः. अतः तेषां मतमस्ति अनेकाचिति भवतु सूत्रे इति. केचन वदन्ति न आवश्यकम् इति. तत्र किमपि मतभेदः तु अस्ति एव, परन्तु अनेकाच् इति अस्मिन् सूत्रे अनुवृत्तिरूपेण आगच्छति. एरणेकाचो असंयोगपूर्वस्य इति सूत्रात् अत्र आगच्छति, अतः अस्ति अपि. एतदेव स्पष्टं वा? अस्तु, अग्रे सरामः. आम्, नमस्कारः. नमस्ते भगिनि. Bhagini, I think today I have some power fluctuations. Oh, so, I'll be continuing, but if my internet goes, no, then I may not be connected. Yeah. Pardon, permission. Pratamam bhavati eva vadati va tat tata? Yada internet asti. Asti bhagini, naam bhagini. तत्र चतुर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि इति आरभ्य एकवारं पठतु, अनन्तरं रूपं साधयामः. चतुर्णां अस्माकं सूत्रात् अग्रे भगिनि, सूत्रमस्ति किल, लोपश्च अन्यतरस्यां मोः, तस्मात् अनन्तरं. चतुर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि. सर्वप्रथमं धातुः अजन्तः वा हलन्तः वा इति जानातु. तदा सर्वत्र अस्माकं चिन्तनक्रमः एवं, प्रथमं तिङ्प्रत्ययः पित्वा अपित्वा, द्वितीयं तिङ्प्रत्ययः अजादिः वा हलादिः वा, तावत् एव अस्ति. अनयोः प्रश्नयोः उत्तरं जानीमः चेत् सर्वाणि रूपाणि जानीमः. अनदन्ताङ्गानां सिद्ध तिङ्प्रत्ययान् पुरतः स्थापयित्वा अथवा ज्ञात्वा षट् धातुः चि धातुः परस्मैपदे, अश्च चि धातुः आत्मनेपदे इति येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयतु. आम्, सर्वं प्रथमं धातुः अजन्तः वा हलन्तः वा इति जानातु. चिन्तनक्रमम् एवं, प्रथमं तिङ्प्रत्ययः पित्वा अपित्वा इति जानातु, द्वितीयं तिङ्प्रत्ययः अजादि वा आर् हलादि वा हलादि अलादिः वा इति जानातु. तत्र वयम् अस्माकं प्रतिनिधिरूपेण स्वीकृतवन्तः किल केचन दातवः, तद् स्वीकृत्य एकम् एकं धातुः स्वीकृत्य तत्र अजादि पित्वा हलादि पित्वा अजादि अपित्वा हलादि अपित्वा इति चिन्तनक्रमः पूर्णतया साधयामः अद्य. कथं भवति रूपाणि इति अग्रे अपि पठतु भगिनि. हलन्तधातुषु षक् धातुः, षक् योगः नु प्रत्ययः, षक् योगः नु शक्नु इति अङ्गम्. अतः सर्वत्र शक्नु इति अङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि. षक् धातोः श्नु इति प्रत्ययः स्वादिभ्यः श्नु इति सूत्रेण, श्नु इति कर्तरि सार्वधातुके परे श्नु इति विकरणप्रत्ययः आगच्छति. अङ्गं शक्नु इति अङ्गं, शक्नु इति शक् इति हलन्तधातुः, शक्नु इति अङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि. ध्येयं यत् अपित्सु अपि सार्वधातुक आर्धधातुकयोः इति अनेन गुणकार्यस्य प्रसक्तिः अस्ति. किमर्थं? सर्वे तिङ्सञ्ज्ञकप्रत्ययाः तिञ्चित् सार्वधातुकौ इति सूत्रेण सार्वधातुकाः, परन्तु सार्वधातुकम् अपित् इति अनेन अपित् सार्वधातुकप्रत्ययाः निद्वत् भवन्ति. तदा निति च इति अनेन गुणनिषेधः इति वयं जानीमः. सार्वधातुक आर्धधातुकयोः इति अनेन सूत्रेण गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु सार्वधातुकम् अपित् इति अनेन अपित् सार्वधातुकप्रत्ययः निद्वद्भवति निति च इति सूत्रेण. गुणनिषेधः भवति. शक्नु अङ्गं योगः सि इति स्थितौ. सि इति द्वितीय मध्यमपुरुषे एकवचनप्रत्ययः इति स्थितौ आदेशप्रत्ययोः इति अनेन शक्वं भवति. आदेशप्रत्ययोः सूत्रम् अष्टमाध्याये तृतीय भागे 59 नम्बर् सूत्रः नवपञ्चाशत् इन् प्रत्याहारात् सवर्गीयात् च आदेशरूपी अथवा प्रत्यय अवयवः अपदान्तः सकारः अस्ति चेत् तस्य सकारस्य स्थाने शकारादेशः भवति. नुम् विसर्गः षट् प्रत्याहारस्य वर्णाः च मध्ये सन्ति चेदपि कार्यं भवति. अस्य कार्यस्य नाम षत्वविधिः. आदेशप्रत्ययोः इति सूत्रम् इन् प्रत्याहारात् कवर्गीयात् च आदेशरूपी अथवा प्रत्यय अवयव अपदान्तः सकारः अस्ति चेत् तस्य सकारस्य स्थाने शकारादेशः भवति. शक्नुयोगः सि इति उदाहरणे सि सकारस्य स्थाने शकारः आदेशः भवति. अस्य कार्यस्य नाम षत्वविधिः. इन् प्रत्याहारे इमे वर्णाः अन्तर्भूताः. इ उ ऋ ऋ ए ओ ए औ ऐ औ ह या वा र ल. इन् प्रत्याहारः सामान्यतया द्वितीयनकार इत् नकारस्य इत् ऐ उन् इति प्रथमनकारः नास्ति. इन् प्रत्याहारे द्वितीयनकारः इति वर्णः अस्ति इति चेत् इन् प्रत्याहारे सर्वे स्वराः अवर्णः वर्जयित्वा च हकारः च आल् समे वस् हया इति अन्तर्भूताः सन्ति. देन् आदेशः तु मूर्धन्यवर्णस इति एव उक्तम्. परं स्थाने अन्तरतमः इति अनेन तकार ठक ठ ढण ष इत्येषु मूर्धन्यवर्णेषु सकारेण शकारस्य नैकट्यम्, अतः शकारः एव आदिष्टः भवति. मूर्धन्यवर्णाः टवर्गः शकारः इत्येषु मूर्धन्यवर्णेषु सकार इति स्थाने अन्तरतमः इति सूत्रेण सकारः दन्त्यसकारः मूर्धन्यशकारः मध्ये एव शकारः इति स्थाने सादृशमस्ति वा तत्र किं भवति इत्युक्ते षत्वविधिः इति वदामः तत्र मूर्धन्यवर्णः एव आदेशरूपेण आगच्छति इति वदामः किल. तत्र मूर्धन्यवर्णः इत्युक्ते ट डण ष इत्येव मूर्धन्यवर्णः. सकारस्य स्थाने शकारः इति कथं निर्णयं कुर्मः? किमर्थं ट वा ट वा अन्य किमपि मूर्धन्यवर्णः नास्ति चेत् तत्र स्थानेन्तरतमः आगत्य वदति तत्र नैकट्यम् अस्ति, सकारस्य शकारः नैकट्यम् अस्ति. उच्चारणस्थाने वा स्थानेन्तरतमः वयं जानीमः किल, अर्थसादृश्यं गुणसादृश्यम् इति बहवः, तत्र उच्चारणसादृश्यम् इति वक्तुं शक्नुमः किल. आदेशः च प्रत्ययः च आदेशप्रत्ययौ. तयोः आदेशप्रत्ययोः इतरेतरद्वन्द्वः. षष्ट्यन्तम् एकपदमिदं सूत्रम् आदेशप्रत्ययोः इति सूत्रम् एकपदं सूत्रम् सहे साढः सः इति अस्मात् सः इति अस्य अनुवृत्तिः. नुम् विसर्जनीय षर् षर् व्यवायेति इति अस्य पूर्ण अनुवृत्तिः. तयोर्वार्वचि संहितायाम् इत्यस्मात् संहितायाम् इति अस्य अधिकारः. इन्कोः अपदान्तस्य मूर्धन्यः इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् इन्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां नु विसर्जनीय षट् व्यवायेति इति पूर्णतया सूत्रम्. इन्कोः आदेशप्रत्ययोः षष्टि. इन्कोः षष्टि वा स्थाने आगच्छति वा इन् प्रत्याहारे प्रथमवाक्यं किम्? प्रथमवाक्यं इन् प्रत्याहारात् कवर्ग्यात् च आदेशरूपी प्रत्ययः विभक्तिः प्रथमा इन् प्रत्याहारात् इन् प्रत्याहारात् कवर्गीयात् द्विवचनं सत्यं विभक्ति प्रत्याहारात् इति आदेशप्रत्ययोः षष्टि अपदान्तस्य आदेशप्रत्ययोः सः मूर्धन्यः सः अपि सः सः इति प्रथमान्तम् सः इति षष्टि समीचीनं मूर्धन्य सः स्थाने मूर्धन्यः इति प्रथमा विभक्ति आदेशः आदेशः संहितायां संहिताधिकार निमित्तं नुम् विसर्जनीय षट् व्यवाये अपि नुम् विसर्जनीयः षट् प्रत्याहारे केचन वर्णानि सन्ति तानि वर्णानि व्यवाये एपि अपि सः सकारस्थाने मूर्धन्य षकारः आदेशः भवति. परन्तु निमित्तं किं भगिनि? निमित्तम् एकनिमिषं भगिनि. इन्कोः इति इन्कोः पदस्य आदेश निमित्तम् इन्कोः एव निमित्तम् इन्कोः एव इति आप्षनल् ईवन् दिस् आर् इण्टर्वेनि नुम् विसर्जनः अपि अपि सकारस्य स्थाने मूर्धन्य षकारः आदेशः भवति. मध्ये आगच्छति चेदपि विकल्पेन न सर्वदा एव यद् मध्ये आगच्छति चेदपि विसर्जनीयः सर्वदा एव पूर्णतया अनुवृत्तिः आगच्छति. नुम् विसर्जनीयस्य शर्व्यवाये अपि इति तद् मध्ये आगच्छति चेदपि व्यवधानं तस्य अस्ति अस्ति चेदपि सकारस्य मूर्धन्यः भवति. तत्र मूर्धन्यः इत्येव उक्तं तदपि मनसि भवेत् सर्वदा. तत्र सः इत्यस्य मूर्धन्यः आदेशः इत्येव दत्तं षकारः आदेशः इति सूत्रे नास्ति. वयमेव स्थानेन्तरतमः इति परिभाषया अवगन्तुं शक्नुमः षत्वः षत्वविधिः इति. समीचीनम् नैकट्यम् इत्युक्ते समीपे अस्ति निकटतायाः भावः नैकट्यम् तत्र किमपि अन्यत् उक्तम् तत्र आदेशप्रत्यये तत् अपद क्षम्यता आदेशरूपी अथवा प्रत्यय अवयवः अपदान्तसकारः सकारः कीदृशः भवेत् इत्युक्ते आदेशरूपी भवेत् अथवा सकारः प्रत्यय अवयवः परन्तु अपदान्तः तदपि अपदान्तप्रत्यय अवयवः भवेत् यदा अस्माकं सि इति स्वीकुर्मः प्रत्ययः अपदान्तः अस्ति पदं नास्ति शक्नुयोगः सि इति इदानीमपि तत् प्रत्ययः अस्ति अपदान्तसकारः अस्ति प्रत्ययस्य अवयवः सकारयोगः इ प्रत्ययस्य अवयवः अस्ति अतः एव तत्र षि इति आदेशः भवति षत्वविधिः भवति सकारस्य स्थाने पूर्णतया न अतः एतदपि मुख्यमस्ति आदेशरूपी सकारः वा प्रत्यय अवयव अपदान्तसकारः मुख्यमस्ति समीचीनम् अन्यत् प्रश्नः अस्ति वा अत्र मुख्यसूत्रमस्ति बहुत्र आगच्छति षड्व षट् प्रत्याहारे ऊष्मणः शाशास त्रीणि वर्णानि सन्ति इदानीं किं कुर्मः इत्युक्ते चतुर्षु लकारेषु तिङन्तरूपाणि वदामः प्रथमं शक् इति धातुः स्वीकृत्य लटीरूपं वदामः अनन्तरं लोटि लङ्गि अनन्तरं वितिलिङ्गि धन्यवादः भगिनि राजेन्द्रमहोदय भवान् वदति वा अस्माकं वर्गे कथं कुर्मः तादृशमेव शक् धातुः अस्ति इदानीं शक् योग नु शक्नु अस्माकम् अङ्गम् अङ्गम् अस्ति तत्र लटि लटि शक्नु योगति हलादि पित् प्रत्ययः अस्ति तत्कारणात् गुणः भवति शक्नोति भवति उकारस्य उकारः भूत्वा तत् शक्नोति ताः द्विवचने तत् हलादि अपि अस्ति तत्कारणात् गुणकार्यं न भवति शक्नुतः भवति शक्नुयोग अन्ति अत्र अजादि अपि प्रत्ययः अस्ति तत्कारणात् तत् सर्वाणि प्रक्रिया तत् भवति इको यन्ति तस्य सूत्र तत् प्रभाते तत् सार्ध आधातुक्योः तत्र अनन्तरं सार्वधातुकम् अपि किमपि तत् गुणनिषेधः भवति अनन्तरं तत् प्रभाते अचिष्णु दातु भवान् युवो इवं वङ्ग अत्र उकारस्य स्थाने उ आदेशः भवति वर्णमेलं भूत्वा शक्नुवन्ति भवति मध्यम अग्रे वदामि आम् आम् महोदय अग्रे मध्यमपुरुषे तत् शक्नुयोगसि अत्र तु आदेशप्रत्ययः सूत्रम् आगत्य तत् सकारस्य शत्वं भवति अत्र सि अपि हलादि पित् प्रत्ययः अस्ति तत्कारणात् तत् शक्नोषि रूप भवति तत् शक्नोषि सकारस्य आदेशप्रत्यय सूत्रेण तत् शकारं शत्वं भवति तत्र प्रथमं सार्वधातुकार्धधातुकयोः आगच्छति वा आदेशप्रत्ययोः आगच्छति वा महोदय प्रथमं भगिनी चिन्तयामि तत् प्रथमं आगत्य गुणकार्यं भवति तदनन्तरम् आदेशप्रत्ययः तस्य कार्यं भवति सन्ति कोऽपि तत्र आदेशप्रत्ययोः यदा भगिनी उक्तवती त्रिपादीसूत्रम् अस्ति अतः सार्वधातुकार्धधातुकयोः अनन्तरमेव तस्य कार्यं सिद्धत्वं भवति समीचीनं महोदय शक्नोषि द्विवचने मध्यमपुरुषे द्विवचने स्थः अस्ति प्रत्यय अत्र हलादि अपि अस्ति तत्कारणात् तत् किमपि कार्यं न भवति शक्नुतः शक्नुतः बहुवचने थ अस्ति थ इत्युक्ते अपि हलादि अपि प्रत्ययः अस्ति, तत्रापि शक्नुथ रूपं निष्पन्नं भवति. अनन्तरम् उत्तमपुरुषे अत्र मि मि शक्नु योग मि मि हलादि पित् प्रत्ययः अस्ति, तत्कारणात् तत्र सार्धातु आर्धातुज्ञोः सूत्रेण तत् गुणकार्यं भवति. शक्नो शक्नोमि तत्र शक्नोमि तत्र कार्यं रूपं रूपं निष्पद्यते. तत्र शक्नु योगो वः अत्र हलादि अपि प्रत्ययः अस्ति, अत्र तु किमपि कार्यं न न अस्ति. शक्नुवः अपि तदनन्तरं शक्नुमः तत् समानं. समीचीनं. तत्र अस्माकं लोपश्च अन्यतरस्यां मोको कार्यं करोति वा महोदय? न न, तत्र तु भगिनी तत् अजादिप्रत्यय यदा अस्ति क्षम्यतां अधन्तः यत्र हलादि अपि अस्ति तत् तत्र कार्यं. वहमः तु हलादि अपि एव किल, आम् हलादि अपि अस्ति, परन्तु अत्र असहयोगात् पूर्वं नास्ति, असहयोगपूर्वं नास्ति, तत्कारणात् तत् प्रसक्ति नास्ति. समीचीनम्, उत्तमं महोदय, धन्यवादः. अतः लटीरूपं साधितवन्तः, तादृशमेव अग्रे अपि कुर्मः. अरुणा भगिनी वदति वा? लोट्लकार भगिनि, आम् प्रयत्नं करोमि. प्रत्ययः पार्श्वे अस्ति वा? प्रत्ययः पार्श्वे अस्ति चेत् सरलमेव भगिनि. प्रथमविभक्ति लट्लकारे तु ईरुः इति सूत्रेण ओकार आगच्छति. शक्नु प्रत्ययः कः? तत्र ताम् आताम् अताम् आतां द्वम् ऐ आवहे आमहे. पूर्वमेव अस्ति भगिनि, अस्माकं करपत्रे एव यदा पूर्वं गच्छति चेत् द्वितीय तत्र तु इति प्रत्ययः. कीदृशप्रत्ययः तु, तस्य स्वभावः कः? तु इति हलन्तप्रत्ययः, अजन्तप्रत्ययः, अपित् अस्ति भगिनि. हलादि पित् आदि एव द्रष्टव्यम्, अन्त नास्ति. किमर्थम् इत्युक्ते एकवारं वदामि, किमर्थम् इत्युक्ते प्रत्ययः इति धातोः परः, धातोः परः वा अङ्गस्य परः आगच्छति. अतः प्रत्ययस्य स्वभावः पित् वा अपित् वा इति परिशीलनीयं चेत् आदिः एव परिशीलनीयं. तु इति स्वीकुर्मः चेत् हल् आदिः. साक्षात् किम् अनन्तरम् आगच्छति? अङ्गस्य अनन्तरं साक्षात् प्रत्ययः आगच्छति किल, अतः तस्य स्वभावः वयं ज्ञातुम् इच्छामः चेत् हलादिः वा अजादिः वा प्रथमम्, अनन्तरं पित् वा अपित् वा. अवगच्छति वा? पुनः वदतु भगिनी, अहं न अवगतम्. तत्र तु इति प्रत्ययः अस्ति, लोट्लकार प्रथमपुरुष एक तु इति प्रत्ययः, शक्नु इति अङ्गम्. समीचीनम्. अङ्गात् साक्षात् परः प्रत्ययः आगच्छति. साक्षात् परः इत्युक्ते इमीडियट्लि आफ्टर्, यदा इमीडियट्लि आफ्टर् प्रत्ययः आगच्छति, प्रत्ययस्य आदिः एव द्रष्टव्यः, अन्तः नास्ति. आम् आम्. आदिः हलादिः वा अजादिः? तदेव मुख्यम्. अन्तः न आवश्यकम्. धातोः अन्तः प्रत्ययस्य आदिः, तद् सर्वदा मनसि भवेत्. कुत्रापि लिखित्वा अपि स्थापयतु. तद् बहु मुख्यम् अस्ति. हलादिः अस्ति. हलादि पित् इति अहं मन्ये भगिनि. तिप् स्थाने तु आदेशः ततः पित् कार्य पित् एव. ततः स्वर्धातुक अर्धधातुकयोः सूत्रेण उकार न अचिष्णुधातु आं भगिनि. पित् पित् चेत् हलादि पित् चेत् किं भवति? पित्वात् गुणः भवति. गुणः भवति किल? गुणः केन सूत्रेण भवति? सार्वधातुकार्धधातुकयोः. सर्वदा गुणः पित्वात् सार्वधातुकार्धधातुकयोः इत्यनेन एव भवति. किमपि अन्यत् सूत्रं नास्ति. वदतु इदानीं किं भवति? ततः ऊस्थाने ओकार आगच्छति. शक्नोतु इति रूपं निष्पन्नं भवति. समीचीनं. अनन्तरं धन्यवादः. विकल्पेन तात् अपि प्रत्यय आगच्छति. लट्लाकारप्रथमव्यक्त तात् इति हलन्तप्रत्ययः. तदपि अपित् इति अहं मन्ये भगिनि. अपित् किमर्थं तात् किमर्थं पित् स्थाने तिप् स्थाने आगच्छति? तदेव पित् स्थानिवत् इति भवति. स्थानिवत् न, तत्र तात् इति प्रत्ययः केन सूत्रेण अत्र तात् इति आगच्छति स्मरति वा न भगिनि? अन्ये कोऽपि स्मरति वा सूत्रम्? अतः तत्र अरुणा भगिनी तत्र सूत्र एव दत्तमस्ति तातङ्ग् इति. तत्र ङकारः अस्ति किल, तस्य इत्संज्ञा भवति. अतः ङित् अतः तत्र अपित् अस्ति. तातङ्ग् नास्ति. हलादि अपित् प्रत्ययः. अतः किं भवति रूपम्? शक्नुतात् एव. समीचीनं. रूपं भवति द्विवचने. प्रथमद्विवचन शक्नु योगः ताम्. ताम् इति हलादि प्रत्ययः. अपित् अस्ति तदा गुणकार्यं नास्ति. शक्नुताम् इति रूपम्. समीचीनं. बहुवचने शक्नु योगः अन्तु अजादिप्रत्ययः अपित् अस्ति. केवलम् इकोयन सूत्रमेन शक्नुवन् एव वा? इकोयनचि सर्वसामान्यसूत्रं, परन्तु अस्माकं तु अङ्गकार्यम् अस्ति किल अचिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ सूत्रमस्ति किल. तत्र यदा भवती उक्तवती यदा इको यणचि भवति चेत् रूपं किम् आगच्छति? उकारस्य स्थाने स्थाने ओकार आगच्छति. तदनन्तरम् आ अत्र अस्ति, अव् आगच्छति सूत्रेण. परन्तु इको एणचि एव उक्तवती किल. इको एणचि अनन्तरम् एचोयवायवः कथम् आगच्छति? शक्नु योगः अन्तु यदा इको एणचि भवति चेत् उकारस्य वकारः एव आदेशः भवति किल. इको यण् अचि शकन्वन्तु इति भवति किल अतः अचिष्णु धातु ब्रुवाम् इत्यनेन इदानीं किम् आदेशरूपे रूपेण आगच्छति भगिनि उवङ्ग् अतः रूपं शक्नुवन्ति वन्तु शक्नुवन्तु इति रूपं मध्यमपुरुषं करोतु भगिनि मध्यमपुरुषे किं संयोगपूर्वकारः चेत् उवङ्ग् आदेशः भवति यत्र अत्र शक्नुवन्तु तत्र परन्तु तत् सूत्रे तादृशं किमपि न उक्तं किल भगिनि न अत्र शक्नुवन्तु सूत्रे नास्ति परन्तु अत्र संयोगपूर्वकस्य चेत् अथवा एण् आदेशः भवति असंयोगपूर्वकचेत् आम् परन्तु इति अस्माकं तत् समीचीनं तद् परन्तु अस्मिन् सूत्रे तादृशं किमपि नियमः नास्ति निमित्तं नास्ति समीचीनम् अस्तु आम् अरुणा भगिनी अग्रे मध्यमपुरुषे किं भवति वदतु भगिनि आगच्छति हलन् हलादिप्रत्ययः पित् अस्ति पित्वा पित्वा पित् भगिनि चिप् इति स्थाने आगच्छति तदेव पित् अस्ति न एवं वा रूपं किं भवति यदा पित् अस्ति चेत् गुण भवति गुणकार्यं भवति गुणं भूत्वा रूपं कथम् आगच्छति शक्नोहि साधु वा तत् रूपं न जानामि भगिनि अन्ये किं शक्नोहि शक्नोहि कथम् आगच्छति समीचीनं भवन्तः एव मम रिपोर्ट् कार्ड् अस्ति यदा न वदति चेत् अहं सम्यक् न पाठयामि इति अतः यदा वदति चेदेव अस्तु अहं किञ्चित् पाठयामि इति मम तादृशं भवति भगिनि भवती तु बहु सम्यक् पाठयति सुष्ठुः न भवन्ति तत् भवती किं करोति न न महोदय बहुवारं कुर्मः किल तथा अतः यदा किञ्चित् ओहो अहमेव कुत्रापि एतद् सम्यक्तया न पाठितवती इति मम तादृशं चिन्तनम् आगच्छति वयं न पठितव्यं नास्ति चिन्ता समीचीनमेव यदा भवन्तः उक्तवन्तः किल अपित्वम् आरोपितं सम्यक् एव अपित्वम् आरोपितम् अस्ति अतः शक्नुहि इति रूपम् आगच्छति अतः तत्र मार्गद्वयमस्ति प्रथमं यदा वयं यदा प्रथमस्तरे वयं रूपाणि कण्ठस्थीकरणं कृतवन्तः किल पूर्वमेव शक्नुता शक्नुतां शक्नुवन्तु इदानीं तस्य अप्लै करणीयं कुत्र अतः तत्र एव अस्माकं क्लू अस्ति शक्नुहि इति रूपं वयं पूर्वमेव जानीमः अतः वयं ज्ञातुं शक्नुमः तत्र गुणः न भवति इदानीम् अस्माकं प्रश्नः अस्ति किमर्थं न भवति तत्र सेर्यपिच्च अपित्वम् आरोपितमस्ति अतः गुणः न भवति अतः मार्गद्वयम् अस्ति तत्र मार्गद्वयमपि एकत्र तस्य मेलनम् आवश्यकम् इदानीं यु हव् टु ब्रिङ्ग् इट् टुगेदर् तादृशं समीचीनं अतः गुणः न भवति समीचीनम् अग्रिमं वदतु विकल्पेन सा तप् प्रत्यय आगच्छति शक्नु योगः तात् तात् नित्वत् तत्र गुणः न भवति शक्नुतात् इति रूपं. तदनन्तरं मध्यमपुरुषाय द्विवचनं शक्नुयोगः तात् शक्नुयुवतात् शक्नुतात् तात् हलादि अपि प्रत्ययः. तदनन्तरं तम् आगच्छत् तदनन्तरं शक्नुयोगः सा शक्नुता इति रूपम् उत्तमपुरुष अल शक्नुयोग आनि इति प्रत्ययः तत्र आलुत्तमस्य इच्छा समीचीनम् इत्यनेन किं भवति गुणं भवति पित्वम् आरोपितम् अस्ति पित्वम् आरोपितं शक्नुवानि भगिनि केन सूत्रेण भगिनि सार्वजातुक अर्धजातुकयोः सूत्रेण भगिनि सार्वधातुक अर्धधातुक गुणकार्यं किमर्थम् अचिष्णु धातु ब्रुवाम् अत्र न आगच्छति अजादिप्रत्यय अत्रापि अजादिः एव किल आनी इति अजादिप्रत्ययः एव पिच्च पित् इति अस्ति तदेव अचिष्णु धातुभ्रुवां युवोर् यङ् वङ्गौ इत्यत्र पित् अपित् किमपि न दत्तमस्ति किमर्थं तस्य कार्यम् अत्र न भवति तदपि अङ्गकार्यम् एतदपि अङ्गकार्यमेव सूत्रसङ्ख्या का अचिष्णुध्रुवा धातु अध्याय चतुर्पाद सप्तसप्तति समीचीनं सार्वधातुक अर्धधातुकयोः सेवेन् त्री अतः कस्य बलम् अधिकम् परसूत्रं समीचीनं परत्वात् बलं प्रसक्तिः अस्ति एव शक्नुयोगः आनि इत्यत्र अचिष्णु धातुभ्रुवां युवोर् यङ् वङ्गौ इत्यस्य प्रसक्तिः अस्ति एव परन्तु प्राप्तिः नास्ति किमर्थम् इत्युक्ते सार्वधातुक अर्धधातुकयोः इति सूत्रं परत्वात् तस्य बलम् अधिकं द्वयोः अन्यत्र लब्धावकाशः अस्ति अतः अपवादः नास्ति तदपि मनसि भवेत् सर्वदा अचिष्णु धातुभ्रुवां युवोर् यङ् वङ्गौ यत्र यत्र अपित् प्रत्ययः अस्ति तत्र सर्वत्र कार्यं करोति सार्वधातुकार्धधातुकयोः यत्र यत्र पित् प्रत्ययः अस्ति तत्र कार्यं करोति अतः अन्यत्र अन्यत्र लब्धावकाशः द्वयोः सूत्रयोः अस्ति एव अतः अपवादः इति चिन्तनं तत्र न अपेक्षितं परन्तु परत्वात् सार्वधातुकार्धधातुकयोः इत्यस्य बलम् अधिकं समीचीनं भगिनि अग्रिमं वदतु उत्तमपुरुष द्विवचनं आव इति प्रत्यय शक्नु योगः आव तद् अत्र अपि आदुत्तमस्य पिचेत् सूत्रेण अपि आरोपितं सार्वधातुक आर्धधातुक सूत्रेण गुणः भवति शक्नुवाव सन्धिसूत्रं किं भगिनि अत्र किं सन्धिसूत्रं किम् आगच्छति अत्र शक्नुयोगः सार्वधातुक अर्धधातुकयोः इत्यनेन रूपं किं भवति प्रथमं ओकार आगच्छति तदनन्तरं एचोयावायव सूत्रेण समीचीनं. रूपम् शक्नवाव बहुवचने बहुवचनं तत्रैव आम इति प्रत्ययः शक्नुयुगः आम अत्रापि आडुतमस्य पित् आरोपितं ततः सार्वधातुक आर्धधातुकयोः सूत्रेण गुण भवति उकारस्थाने शक्नु शक्नो भवति तदनन्तरम् आम अजोयावयवसूत्रेण शक्न आम समीचीनं शक्नवाम समीचीनं भगिनि उत्तमम् अस्तु धन्यवादः नास्ति चिन्ता भगिनि रघुपतिमहोदय लङ्लकारः वदति वा आम् आं भगिनि शक् इदानीं तिप्पति तिप्पति इतश्च इति लोपः भवति तु एव शक् नु शक् श्नु इति शक्नु शक्नु योगत् इदानीं तिप् अस्ति अतः अत्र हा अडागम भवति लुङ् लङ् लङ् षु षडुदात्त इति अशक्नु योगत् इदानीं तिप् अस्ति अतः पित्वात् सार्वधकल्पयोः इति सूत्रेण शक्नु अशक्नु अशक्नोति इति रूपम् अग्रिमं तु शक्नु तत्तद्विभां तं तं तामः लोट लङ् वर्ति इति सोरि लङ्लकारः अस्ति खलु अतः ताम् इति आदेशः भवति तत्स्थाने शक्नु शक्नु योग ताम् इदानीं अडागमः अशक्नु अशक्नु ताम् इति अत्र गुणः न भवति अपित्वात् अशक्नुताम् इति इदानीं शक् योग अन्ति शक् शक् योग श्नु योग अन्ति जि अस्ति अन्तादेशो दति सूत्रेण अन्ति शक्नु अडागमः भूत्वा अशक्नु अन्त् अशक्नु अन्त् इति अस्ति इदानीं अस्तु नु इदानीं अचिष्णु दातब्रुवा युवङ् युवङ् इत्यनेन उ आदेशः शक्नुवान् शक्नुवन् शक्नुवन्त् इति तकारस्य लोपः शक्नुवन् तकारस्य लोपः भवति संयोगार्थस्य लोपः इत्यनेन शक्नुवन् इदानीम् अग्रे सिप् अस्ति शक् श्नु इति इदानीं सिप् अस्ति तस्य सकारस्य लोप सोरि इक इतश्चति सूत्रेण लोपः भवति स एव अवशिष्यते शक् नु स शक्नु शक्नु योग स अस्ति अडागम अशक्नु स इदानीं सिप् अस्ति अशक्नोस् इति इदानीं सकारस्य अन्तिमसकारस्य विसर्गः भवति सूत्रद्वयेन ससजिषोहुरुः इत्यपि वा करवासनयोत्सर्गिनी इति सूत्रेण अन्तिमरूपमध्ये अशक्नोः इति किमर्थम् अत्र आदेशप्रत्ययोः कार्यं न करोति महोदय अन्तिमसकारः नास्ति अतः आदेशपत्यो सकारस्य अन्तिम अवयवः नास्ति अन्तिमः नास्ति खलु अवयवः नास्ति अत्र अत्र किम् अस्ति अन्तिमः अस्ति चेदेव भवति अन्तिम नास्ति चेदेव भवति एकवारं पठामि आदेशप्रत्ययोः कुत्र अस्ति आदेशप्रत्ययोः इति अस्ति इन्को अपदान्तस्य सः इति एतत् पदान्तस्य भवति इदानीं भवति वा अपदान्तस्य अपदान्तः वा स पदान्तः वा इदानीं शक्नुयोगः तस्मिन् समये शक्नुयोगः सि इत्यस्मिन् सन्दर्भे शक्नुयोगस्य अपदान्तः भवति किमर्थम् इति सकार अस्ति सकार इकार अस्ति प्रत्यय अवयवः प्रत्यय अवयवः अस्ति यदा प्रत्यय अवयवः अस्ति अपदान्तः अस्ति प्रत्यय अवयवः अस्ति चेत् भवति अस्तु प्रत्यय अवयवस्य आदौ सकारः भवेत् तदपि आदौ किमपि अन्यत् वर्णः अस्ति चेत् तादृशम् अहं न दृष्टवती इदानीं पर्यन्तं परन्तु किमपि अन्यत् वर्णः अस्ति चेदपि सकारः आदौ भवेत् इणुकोः इति अस्ति किल पञ्चमी अतः साक्षात् अनन्तरं साक्षात् अनन्तरं भवेत् अस्तु अस्तु अतः आदौ आदौ भवेत् तत्र अत्र तु पदान्ते भवति समीचीनं तत्र अस्माकं ससजिशोरुः आगच्छति अतः रूपं किं महोदय पुनः अशक्नोः इति भवति अशक्नोः समीचीनम् इदानीं मध्यमपुरुष द्विवचनमस्ति इदानीं तथैव अशक् नु अशक्नु तस्तस्य पिबं तन्तन्ताम इति अत्र तम् आदेशः भवति अशक्नु अशक्नु तम् अत्र किमपि कार्यं नास्ति अशक्नु तम् एव भवति इदानीं तत्र महोदय भवान् किं करोतु इत्युक्ते सिद्धप्रत्ययः वयं साधितवन्तः किल तस्मात् योजयतु अथवा भ्रमः भवति अस्तु अशक्नुतम् इति अस्ति अत्र किमपि कार्यं नास्ति केवलं सार्वधिकापि अस्ति अतः गुणः न भवति अशक्नुतम् इति बहुवचने अपि अशक् इदानीं त इति अस्ति शक्नु अशक्नु योगता अत्रापि अपि तस्ति अतः अशक्नुता एव किमपि कार्यं नास्ति अत्र अशक्नुता इति अग्रे अशक् मिप् अस्ति तत्र आम् आदेशः भवति आम् अस्ति अशक्नु अशक्नु अम् अशक्नु अम् अस्ति अशक्नु अम् अस्तु अत्र सार्वधातुकयोः इति सूत्रेण परसूत्रात् अस्ति अतः गुणाः भवति अशक्नो अम् अशक्नु अम् इति अशक्नो अम् इति इदानीं यचो यवायाव अशक्नो अव् आदेश अशक्नवम् अशक्नवम् इति भवति तथैव इदानीम् अव् वक् अशक्नु अस्तु वस् इति अस्ति वक वा एव भवति सकारस्य लोपः नित्यं यत इति वस् इति अस्ति वस् अतः वा एव शक्नुव शक्नु अशक्नुव इति रूपं भवति अत्र गुणः न भवति तथैव अशक् अशक्नु मस् इत्यत्रापि सकारस्य लोपः अशक्नु अशक्नु म अत्र किमपि अत्र कार्यं नास्ति अशक्नु म इति एव भवति अतः अन्तिम अशक्नोत् अशक्नुताम् अशक्नुवन् अशक्नोः अशक्नुतम् अशक्नुत अशक् अशक्नावम् अत्र अशक्नाव अशक्नुव इति अत्र अशक्नुम समीचीनं उत्तमं धन्यवादः महोदय विजया भगिनी विधिलिङ्गि. आं भगिनि, विधिलिङ्गे करणीयं खलु? विधिलिङ्ग् करणीयं खलु भगिनि? आम् आम् आम् आं भगिनि, न श्रूयते वा? तत्र मूलप्रत्ययम् अस्ति सिद्धतिं प्रत्ययं यात् यातां युः याः यातं यात यां याव याम इति मूलसिद्धतिं प्रत्ययं विधिलिङ्ग् मूल वा सिद्ध वा भगिनि? भगिनि मूल वा सिद्ध वा? यात् यातां युः इति मूलप्रत्ययः वा सिद्धप्रत्ययः वा? मूलप्रत्ययः कः पुनः गतसप्ताहे मूलम् इत्युक्ते यदा वयं तिप्तस्जि इति वदामः किल तदेव मूलः रूट् फार्म् रूट् फार्म् सिद्धप्रत्ययः रूट् फार्म्तः आगच्छति अतः सिद्धप्रत्ययः वयं साधितवन्तः अतः सिद्ध अवगच्छं वा अतः भेदः अस्ति सिद्धप्रत्ययः वदतु आं वदतु तत्र प्रथमं विधिलिङ्गमध्ये यासूत् परस्मैपदेषु उदात्त निच्छ इति सूत्रं कार्यं करोति प्रथमं तत्र शक्नु योगः यात् इति आगच्छति तत्र हलादि अपि अस्ति यात् इति अतः गुणकार्यं नास्ति सर्वत्र तत्र शक्नु योगः यात् आगच्छति अनन्तरं शक्नु योगः यात् यात् याताम् अनन्तरं शक्नु योगः युः मेलनमेव अनन्तरं शक्नु योगः याः अनन्तरं शक्नु योगः यातं यात शक्नु योगः यां शक्नु योगः याव याम एतत् तत्र किमपि कार्यं नास्ति वर्णमेलनमेव रूपं वदतु भगिनि एकवारं शक्नु योगः यात् शक्नुयात् शक्नुयात् शक्नुयात् शक्नुयातां शक्नुयुः शक्नुयाः शक्नुयातं शक्नुयात शक्नुयां शक्नुयाव शक्नुयाम इति सर्वत्र भवति गुणनिषेधः एव तत्र हलादि अपि अस्ति केन सूत्रेण गुणनिषेधः भगिनि तत्र सार्वधातुकम् अपि च अनन्तरं नितिच इति द्वे सूत्रेण तत्र गुणनिषेधः भवति समीचीनं अत्र किं भवति इत्युक्ते विधिलिङ्गि यासूट् इति यद् आगमः भवति तत्तु ङित् अस्ति यासूट् परस्मैपदेषु उदात्तु ङिच्च इति सूत्रेण ङित् साक्षात् ङित् अस्ति इति कृत्वा ङिति च इत्यनेन एव गुणनिषेधः सर्वत्र सार्वधातुकार्धधातुकयोः इत्यस्य आवश्यकता एव नास्ति प्रथमं ङित्वात् भवतु अनन्तरं गुणनिषेधः इति अत्र प्रक्रिया द्वयस्य सोपानद्वयस्य आवश्यकता अत्र नास्ति ङिति च इति सूत्रेण गुणनिषेधः भवति यासुट् इति आगमः भवति इति कारणात् अवगतं वा सर्वैः मुख्यमस्ति तत् अस्तु इदानीं भवती एव अत्र अग्रिमं पठतु भगिनि किमपि करपत्रे अस्ति अजन्तधातुषु प्राप्तं वा भगिनि विजया भगिनि बि इति भागः श्रूयते वा प्रायः दूरवाणी भग्नं जातम्। ओ प्रायः महोदय भवान् प्राप्तवान् चेत् पठतु भगिनी। आम् बि इदानीं श्रूयते वा? अजन्तधातुषु सि धातुः उभयपदी अत्र परस्मैपदे लट् सूत्राणि लट् रूपाणि चि योगः श्नु इत्युक्ते तत्र चि योगः नु गुणस्य प्रसक्तिः तदा निषेधः चिनु इति अङ्गम् अतः सर्वत्र चिनु इति अङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि। अग्रे चतुर्षु प्रकारेषु तिङन्तरूपाणि वक्तव्यानि। उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु। भवती एव इदानीं आं भगिनी भवती एव लटी करोतु प्रथमं किं भवति इति। चिनु इति यद् अङ्गमस्ति तद् संयोगपूर्व उकारः वा असंयोगपूर्व उकारः वा भगिनि? संयोगपूर्व उकारः संयोगः अस्ति वा असंयोगः? असंयोगपूर्वः अवगतं वा विजया भगिनि? असंयोगः असंयोगः इत्युक्ते न न न न चिनु श्रूयते वा सम्यक्तया भगिनि? मध्ये मध्ये कट् अभवत् भगिनि। तत्र पूर्वतनसूत्रेषु शिवस्य तत्र असंयोगपूर्वस्य तत्र न न मम प्रश्नः भिन्नः भगिनि। मम प्रश्नः सूत्रस्य विषये नास्ति। चिनु इति अङ्गमस्ति इदानीं। चिनु इति अङ्गं संयोगपूर्वः अस्ति वा असंयोगपूर्व उकारः अस्ति वा तावदेव। सूत्रं किमपि नास्ति। सूत्रं न पृष्टवती, क्षम्यतां। चिनु इति स्वीकुर्मः चेत् तत्र संयोगः अस्ति वा न वा? न अवगतवती वा? आं भगिनि न अवगतम्। कयोः संयोगः अस्ति? ककारस्य नकारस्य इदानीं चिनु इत्येतत् चिनु इति असंयोगपूर्वः नकारः उकारः चिनु इति असंयोगपूर्वकः। अवगतं वा भगिनि विजया भगिनि? अन्यतरस्यां न तद् नास्ति भगिनि। संयोगः इत्युक्ते किं तदेव प्रश्नः। सूत्रं किमपि न पृष्टवती भगिनि। संयोगः इत्युक्ते यदा द्वयोः वर्णयोः मध्ये हल् वर्णयोः मध्ये स्वरः नास्ति चेत् संयोगः। शक्नु ककारः नकारः मध्ये किमपि अच् वर्णः नास्ति। संयुक्त अक्षरः इति वदामः किल तदेव संयोगः। तदेव संयोगः यदा द्वयोः हल् वर्णयोः मध्ये अच् वर्णः नास्ति चेत् संयोगः इति वदामः। यदा मध्ये अस्ति, इदानीं चिनु इति स्वीकुर्मः चेत् चकारः इकारः नकारः उकारः अस्तु, तत्र संयोगः नास्ति किल, अतः असंयोगः। तावदेव। उकारस्य पूर्वं असंयोगः अस्ति. उकारः कुत्र अस्ति? चिनु इत्यत्र उकारः अस्ति. चिनु उकारात् पूर्वं कः वर्णः अस्ति? नकारः अस्ति. तस्मात् पूर्वम् इकारः अस्ति. इकारनकारयोः संयोगः नास्ति. अवगतं वा? तद् बहु मुख्यमस्ति संयोगः इति सूत्रेषु बहुत्र आगच्छति. इदानीं लटीरूपं वदतु. अत्र चिनु इति एकनिमिषं भगिनि. अङ्गम् तत्र किमपि तीतः अन्ति एव खलु भगिनि? तीतः अन्ति तीतः मी वहमः. एतत् मूलप्रत्ययम् अस्ति खलु भगिनि? सिद्धप्रत्ययः मूलप्रत्ययः. मूलप्रत्ययः तिप्तस्ति सिप्तस्थ मिप्पस्म इति मूलप्रत्ययः. मूलप्रत्ययात् वयं साधितवन्तः सिद्धप्रत्ययः. मूल इत्युक्ते रूट्, रूट् तः आगच्छति. यदा इत्संज्ञा कार्यं सर्वं कृतवन्तः चेत् कार्यं भवति किल, तत्र मूल इति पदं गच्छति एव. सिद्ध साधितवन्तः सिद्ध. वदतु भगिनि, चिनु योगः ति किं भवति तत्र? तत्र गुणकार्यं भवति सार्वधातुक आर्धधातुकयोः इति गुणकार्यं भूत्वा उकारस्य स्थाने ओकारः भवति, अतः चिनो इति आगच्छति. अनन्तरं ति इति प्रत्ययं योजनेन चिनोति इति आगच्छति. समीचीनम्. अग्रिमम् अनन्तरं चिनुतः तत्र चिनु योगः तः तत्र वर्णमेलनमेव तः इति अपि तु आगच्छति, अतः गुणनिषेधः एव. अतः तत्र वर्णमेलनमेव, गुणकार्यं किमपि नास्ति चिनुतः. अनन्तरं चिनुत इति आगच्छति, चिन्वन्ति चिन्वन्ति इति आगच्छति खलु भगिनि? चिन्वन्ति तत्र चिन्वन्ति चिन्वन्ति तत्र सार्वधातुकम् अपि तत्र चिन्वन्ति इति अस्ति. अचिष्णु भ्रुवो युवम् इति कार्यं करोति, अतः येन आदेशः भवति तत्र. अचिष्णु धातुभ्रुवम् इत्यनेन किम् आदेशः भवति? उवङ्गादेशः भवति चेत् रूपं किं भवति? चिन्वन्ति इति भवति. भवति वा? चिन् योगः वकारः आगच्छति. उवङ्ग् इत्यस्य उकारस्य का गतिः? उकारः तत्र चिनु प्रथमं तत्र उकारः ओकारः इति भवति खलु भगिनि? अनन्तरं कथं यचो एवं यावः इति सूत्रेण अव आदेशः भवति. अनन्तरमेव अचिष्णु गो युवङ् एतत् कार्यं करोति. उवङ्ग् यन आदेशः भवति, यन् स्थाने उवङ्ग् आगच्छति. भगिनि भगिनि भवती किं भगिनि एकवारं शृणोतु, क्षम्यताम्, एकवारं शृणोतु. अचिष्णु धातुभ्रुवां युवोर् यङ् उवङ्गौ इति सूत्रेण उवङ्ग् आदेशः भवति वा यण् आदेशः भवति वा? न तत्र उवङ्ग् एव आदेशः भवति. अन्ति इति आगच्छति खलु भगिनि? तत्र तत्र एव उष्यम् एकवारम् एतत् सूत्रं पठामि. उष्णयोः सार्वधातुके इति सूत्रम् आगत्य तत्र यनादेशः भवति. अनन्तरमेव चिन्वन्ति इति रूपं निष्पन्नम्. एकनिमिषं एकनिमिषं भगिनि, राजेन्द्रमहोदय पुनः वदति वा किं भवति अत्र इति? आं भगिनि, आं चुनु इति अङ्गमस्ति, तत् अनन्तरम् अन्ति आगच्छति सिद्धप्रत्यया. तत्र तु अत्र तु उकारान्त धातु अस्ति, परन्तु उकारान्त पूर्वम् असंयोगपूर्वम् अस्ति उकारान्त धातु अङ्गमस्ति. तत्कारणात् तत्र अचिष्णु धातु भवान् तस्य प्रसक्तिः अस्ति, प्राप्तिः न अस्ति. तत् प्रभाते हूष्णो धातु भवान् सार्वधातुके सार्वधातुके आम् आम् तस्य सूत्रेण तत्र यन् आदेशः भवति, अत्र यन् आदेशः भवति, अत्र उकारस्य स्थाने वकारः आगच्छति, तत्र चिन्वन्ति भवति. समीचीनम्. भगिनी तत्र अचिष्णु इति धातोः प्रसक्तिः अस्ति, परन्तु तत्र उष्णु इति सूत्रं तत्र यन् आदेशः भवति, अनन्तरमेव चिन्वन्ति इति कार्यं भवति. अचिष्णु धातोः प्रसक्तिः अस्ति, परन्तु तत्र उष्ण इति धातु सूत्रेण तत्र एतदेव कार्यं करोति. समीचीनं. भवती किं करोतु इत्युक्ते, यदा वयं गणितं कुर्मः किल मेत्, तादृशं रूपं साधयतु. चिनुयोगः अन्ति इत्यत्र उकारस्य स्थाने किम् आगच्छति इति. सर्वाणि सूत्राणि एकत्र न आगन्तुं शक्यते किल. यदा इकोयणचि अपि करोमि, सर्वदा सार्वधातुकार्धधातुकयोः अपि करोमि, अचिष्णुधातु सर्वम् एकत्र कथम् आगच्छति, रूपं चिन्वन्ति इति कथम् आगच्छति? पाठं मया कृतमेव, तत्र अचिष्णुधातुः तत्र प्रसक्तिः नास्ति, मया लिखितमेव, परन्तु तत्र विस्मृतं. नास्ति चिन्ता, परन्तु नास्ति चिन्ता, हूष्णुवोः सार्वधातुके इत्यस्य एव अत्र कार्यमस्ति. किमर्थम् इत्युक्ते असंयोगपूर्व उकारः अचिष्णुधातु ब्रुवां प्रबाद्य अत्र ऊष्णुवोः सार्वधातुके कार्यं करोति, तावदेव. अग्रे अपि वदतु भगिनि, चिनुयोगः अस्ति. तत्र प्रथमं तत्र उकारस्य स्थाने ओकारः आगच्छति, सार्वधातुक आर्धधातुकयोः इति गुणकार्यं भवति वा? चिनो योगः चि एव तत्र स्वागतः खलु भगिनि. आदेशप्रत्ययः परे सकारस्य स्थाने शकारः आगच्छति, अतः तत्र चिनोषि इति मध्यपुरुषे एकवचनं. समीचीनम्. अग्रे अनन्तरं चिनुतः एव तत्र वर्णमेलनमेव, तत्र अलादि अपि अस्ति, अतः तत्र सार्वधातुकम् अपि अनन्तरं निति च इति सूत्रेण गुणनिषेधः भवति. तावदेव चिनुयोगः सः चिनुतः एव आगच्छति, वर्णमेलनमेव तत्र. मध्यमपुरुषे बहुवचनमपि तावदेव कार्यं करोति, चिनुयोगः सा चिनुता इति आगच्छति. अग्रे अग्रे उत्तमपुरुषे एकवचनं चिनोमि, तत्र गुणकार्यं भवति, चिनु उकारस्य स्थाने ओकारः भवति, चिनो अनन्तरं मि इति तृतीयं योजनेन चिनोमि इति आगच्छति, तत्रापि तावदेव भवति चिनोमि इति. अनन्तरं चिनुयोगः वः वः इति हलादि अपि अस्ति, तत्रापि गुणकार्यम् अपि तस्य अतः गुणकार्यं नास्ति. तत्र असंयोगपूर्वस्य एतत् भवति. अनन्तरं तत्र लोपः लोपस्य च अन्यतरस्य इति सूत्रं का मुवोः इति सूर्य इति सूत्रस्य उकारः लोपः अस्ति, अतः चिङ्गः इति भवति. एकमेव रूपं वा? चिङ्गः चिनुवः तत्र वर्णमेलनमेव विकल्पेन अनेतरस्य चिनुवः इति अस्ति. मह इति चिनुमः अनन्तरं विकल्पेन चिन्मः इति अस्ति. तत्र अपि हलादि अपि अस्ति, अनन्तरं गुणकार्यं नास्ति. चिनु योगः मह चिनुमः इति वर्णमेलनमेव. अनन्तरं चिन्मः इति विकल्पेन अस्ति. सूत्रमेकवारं वदतु भगिनि, सूत्रं केन सूत्रेण भवति? हलदि अपि अतः गुणकार्यं नास्ति भगिनि. न केन सूत्रेण विकल्पेन रूपं भवति? लोपस्य अन्यतरस्यां मुवोः. समीचीनं, उत्तमं भगिनि, धन्यवादः. अस्तु, राजेन्द्रमहोदय अग्रिमं करोति वा? हलन्त अश्रुद क्षम्यतां, चिनु इति लोटि. आम् अत्र चिनु अस्माकम् अङ्गम् अस्ति. तत्र प्रथमपुरुषे एकवचने तु पित् प्रत्ययः हलादि पित् प्रत्ययः अस्ति, तत्कारणात् तत्र सार्व आदयोः सूत्रेण तत्र गुणकार्यं भवति. चुनो योग तु चुनोतु रूपं निष्पन्नं भवति. तात् विकल्पेन तात् प्रत्ययः आगच्छति. तत्र हलादि अपि अस्ति, तत्कारणात् तत्र किमपि कार्यं नास्ति. चुनुतात् तथैव द्विवचने चुनुतां, बहुवचने अन्तु अस्ति. अन्तु अत्र अजादि अपि प्रत्ययः अस्ति, चुनुयोग अन्तु. अत्र तु हलादि अपि अस्ति, अपि च उकारान्त यः चुनु अस्माकम् अङ्गम् अस्ति, तत्र तत्र असंयोगपूर्व उकारान्त अस्ति. तत्कारणात् तत्र इहुष्णुवो सार्वधातुके सूत्रेण यन् आदेशः भवति. यद्यपि अचिष्णुधातु ब्रह्म युव इवङ् उमङ्गो तस्य सूत्रस्य प्रसक्तिः अस्ति, परन्तु तं प्रबाद्ये हुष्णुवो सार्वधातुके सूत्रेण तत्र यन् आदेशः भवति. अत्र ओ चिनु योग अत्र उकारस्य स्थाने वकारः आगच्छति, चिन्वन्तु रूपं भवति, वर्णमेलं भूत्वा चिन्वन्तु. हि अत्र हि हलादि अपि प्रत्ययः अस्ति, तत्र हलादि अपि प्रत्ययः अस्ति, चिनु योग हि. परन्तु अत्र विशेषसूत्रम् अस्ति, उतश्च अत्र असंयोगपूर्व उकारान्त धातुः अस्ति, तत्कारणात् तस्य हि प्रत्ययस्य लोपः भवति, अपि च चुनु एव अवशिष्यते चुनु निष्पन्नं भवति. चुनु योगतात् अत्रापि हलादि अपि प्रत्ययः अस्ति, तत्कारणात् तस्य चुनुतात् तं चुनुतं चुनुत भवति. उत्तमपुरुषे आनि आव आम् ते सर्वे अपि क्षम्यताम् अजादिपित् प्रत्ययाः सन्ति. अत्र गुणकार्यस्य प्रसक्तिः अस्ति सर्वत्र. चुनुयोग आनि अत्र सार्वधातुकयोः सूत्रेण गुणकार्यं भवति. चुनो योग आनि अत्र एचो यवायावः चिन्वाणि अत्र सूत्रेण तत् अव आदेशः भवति. चिन्वाणि चिन्वाणि तथैव चिन्वाव चिन्वाम तत् रूपाणि. समीचीनं महोदय, उत्तमं, धन्यवादः. श्रीवल्ली भगिनी लङ्लकारः साधयति वा? अस्ति वा भगिनि शिवली भगिनि प्रायः अस्ति वा अस्तु आं भगिनि लङ् लकारः अस्ति भगिनि चिन्ता एकनिमिषं भगिनि चिनुयोगः तकारः चिनोत् अचिनोत् रूपं लङ्लकारः अचिनुताम् अचिनुत्वन् देन् अचिनोः अचिनुतम् अचिनुतागच्छति इति वदति भगिनि एकवारम् आं भगिनि आं भगिनि एकनिमिषम् प्रथमम् अचिनोत् तकारः तिप् अस्ति इति गुणकारः भवति सार्वधातुकार्थधातुकयोः गुणः भवति रूपम् अशक्नु अकारः लुङ् लङ् लृङ्षु अडु अडुदातः इति सूत्रेण षडुदातः षडुदातः इति सूत्रेण अङ्गस्य पूर्वः अट् आगमः भवति इति चेत् अशक्नोत् इति रूपं भवति चिनु इति इदानीं चिनु भगिनि सारि चिनु अचिनोत् इति रूपं भवति प्रथमपुरुषे द्वितीय अक्षरम् अचिनुताम् अचिनुताम् अपित् अस्ति ताम् इति कोऽपि कार्यं नास्ति अचिनुताम् इति रूपं भवति अन् इति प्रत्ययः तृतीयपुरुषे बहुवचने अचिन्वन् इति आपित् अस्ति अन् इति आपित् अस्ति नो गुणः न कार्य गुणकार्यः न भवति हुष्णोः सार्वधातुके इति सूत्रेण यणादेशः भवति इति रूपम् अचिन्वन् इति रूपं भवति देन् मध्यमपुरुषः एकवचनं सकारः सिप् इति पित् अस्ति इति चेत् अचिनोः सकारस्य लोपः भवति लोपः नो भगिनि सिप् अस्ति पित् अस्ति रूपम् इति गुणः भवति गुणकार्यः भवति इति चेत् अचिनोः इति रूपं भवति सकारस्य का गतिः विसर्गः भवति ऋकारं कृत्वा परेण विसर्गः भवति ऋत्वं सन्ति ससज् करवसान्योः करवसान्योः विसर्जनीयः करवसाने विसर्जनीयः इत्यनेन किं भवति अवसानं खर् इति हार्ट् कान्सनेन्स् स्पर्श लेटर्स् विसर्जनीयः इत्युक्ते किं ऋत्वं भगिनि चकारस्य ऋत्वं नाट् गेटिङ्ग् इट् विसर्गः किल विसर्जनीयः इत्युक्ते विसर्गः एव आं भगिनि विसर्गः एव केन सूत्रेण ऋत्वं भवति इदानीं विसर्गः करवसाने विसर्जनीयः ऋत्वं केन सूत्रेण ऋत्वं सहायं करोति सर्वदा तदेव ऋत्वं विसर्गम् ससजुषोरुः करवसानयोर्विसर्जनीयः तत्र किमर्थं षत्वं न भवति भगिनि इन्कोः अस्ति किल आं भगिनि पदान्तः नास्ति सकारः पदान्तः अस्ति इति चेत् अतः रूप सत्वं न भवति अतः रूपम् अचिनोः परन्तु अचिनुतं तम् इति अपित् प्रत्ययः गुणः न भवति अचिनुतम् इति रूपं भवति तकारः चिनुयोगः तकारः एवमेव तकारः अपित् इति भवति अचिनुत इति रूपं भवति. उत्तमपुरुषे अम् इति प्रत्ययः रूपम् इति अचिनवम् अत्र सन्धिः भवति गुणः न भवति वा अचिनु पित् पित् अस्ति आं भगिनि गुणः भवति अम् इति पित् अस्ति अचिनु अचिनु योगः अम् एचो अयवायवः इति सूत्रेण अचिनु अचिनु अचिनवम् इति रूपं भवति आं वः चिनु योगः वः अचिनु वः अचिनुवा अचिनुवा परन्तु इति विकल्पेन अचिन्वा इति द्वयोः रूपं रूपाणि स्तः एवमेव अचिन् सूत्रं लोपश्चास्यां तद् अन्यतरस्यां मोः मकारः वकारः आप्षन् विकल्पेन भवति एवमेव मकार मकार अचिनु योगः मकारः अचिनुमा अचिन्मा इति द्वयोः रूपः सन्ति रूपे स्तः रूपे रूपम् ओके आं उत्तमम् अस्तु. अरुणा भगिनी विधिलिङ्गि वदति वा विदलिङ्ग् प्रत्ययः यात् पदं एकवचनं यात् इति हलादिप्रत्यय अपित् निद्वत् भवति ततः न गुणकार्यं न गुणकार्यं नास्ति चिनुयात् इति रूपं मध्यमं द्विवचनं याताम् इति प्रत्यय सिद्धप्रत्ययः चिनुयातां गुण केवलं वर्णमेलनं चिनु युः इति सिद्धप्रत्ययः उत्तम बहुवचने चिनु चिनुयुः इति रूपं द्विवचने मध्यमपुरुष एकवचन याः याः ततः चिनु याः यातां यातं चिनुयातं चिनुयात बहुवचनं उत्तमपुरुष एकवचनं यां बहुवचनं चिनुयात चिनुयात चिनुयात समीचीनं न बहुनो भगिनी दिदिलिङ्ग् मध्ये चिनुयात् चिनुयातां चिनुयुः खलु भगिनि तद् प्रथमपुरुषे भगिनी इदानीं मध्यमपुरुषं वदति किल प्रथमपुरुषे एव युः उक्तवती भगिनी युः वदतु भगिनि एकवचनं याम् इति सिद्धप्रत्ययः चिनुयाम चिनुयाव द्विवचनं चिनुयाम इति उत्तमपुरुष रूप चिनुयाम अत्र कार्यं न केवलं वर्णमेलने समीचीनं सर्वे हलादि अपितः अतः किमपि कार्यं नास्ति गुणनिषेधः उत्तमम् अस्तु. अतः अग्रिमसप्ताहे अश्नु इति आत्मनेपदी धातुः अस्माकं ची धातुः उभयपदी अस्ति अतः रूपं गृहपाठरूपेण साधयन्तु वर्गे चर्चयित्वा अग्रे सरामः. अग्रिमपाठं भवति अष्टाध्याय्यां सूत्राणां बलाबलम् इति पाठः बहु दीर्घपाठः अस्ति अतः किञ्चित् पुनर् पूर्व अवलोकनं वर्गात् पूर्वम् अवलोकनम् आवश्यकं भवति. तदा अग्रिमसप्ताहे स्वादिगणं समाप्य वयम् आरम्भं कुर्मः. एकनिमिषं, तत्र परस्मैपदी अनन्तरम् आत्मनेपदी एतत् सर्वं गृहपाठरूपेण करणीयं वा? आम् आम् आं भगिनि, अस्तु.